सर्वेभ्यो नमः. गुरुब्रह्म गुरुविष्णु गुरुदेव महेश्वर गुरुसाक्षात् प्रभुः तस्मै श्रीगुरवे नमः. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. अस्माकं प्रवर्तमानविषयः अस्ति विभागः. विभागः अतिरिक्तगुणः, संयोगनाशकः च, समानाधिकरणगुणः. एतेन तत्र संयोगस्य नाशः भवति, नाम संयोगनाशकः अस्ति इति. अतः तत्र तस्मिन् विषये वयं बहु किमपि अतीतवन्तः. इदानीं तत्र अनुमानम् इति विषये अपि बहु किमपि अतीतवन्तः. अनुमानस्तरे तत्र यत्र वयं दृष्टवन्तः, तत्र अन्वयव्याप्तिः, व्यतिरेकव्याप्तिः, अन्वयव्याप्तिस्थित्यामपि तत्र दृष्टान्तः, नाम तत्र अथवा यत्र पक्षभिन्न स्थले तत्र हेतुः नास्ति, तदा तथापि तत्र पक्षस्य एकभागं स्वीकृत्य दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः, अनुमानं भवति इति. इति विषये तत्र बहु किमपि इदानीं तत्र वयं पठितवन्तः. इदानीम् अग्रे सरामः. तत्र सामान्यपक्षः अपि तत्र विशिष्टपक्षः, नाम तत्र पर्वतः धूमवान्, पर्वतः वह्निमान् धूमात् इत्यत्र पर्वतः विशिष्टपक्षः. किन्तु यदि वयं तत्र ये ये तत्र यः यः तत्र धूमवान्, सः सः वह्निमान् इति तत्र तादृशम् अनुमानं कर्तुम् इच्छामः, तदा सर्वे सर्वाणि स्थलानि यत्र धूमः वर्तते अपि व्याप्तिः अस्ति इति कृत्वा तत्र वह्निः अपि वर्तते, तद् तेषां सङ्ग्रहणं कृत्वा तत्र सङ्ग्रहणस्य नामकरणं कुर्मः सामान्यपक्षः. तदा तत्र सामान्यपक्षे नाम तत्र महानसं वा अथवा चुल्लिका वा, तत्र किमपि तत्र विशिष्ट एकभागः भवति यत्र धूमः अस्ति अपि तत्र वह्निः अपि अस्ति. किन्तु तस्य आधारेण एव वयं तत्र सर्वत्र वह्निः अस्ति इति साधयितुं शक्नुमः इति एव तत्र तात्पर्यमासीत्. अतः तत्र गतवर्गे सामान्यपक्षः कः इति ज्ञातवन्तः. इदानीम् अग्रे सरामः. किञ्चिदेव अस्ति अस्मिन् करपत्रे, अद्य एव समापयितुं शक्नुमः इति मन्ये. महोदय, एकः सन्देहः. तर्हि तत्र यदा सामान्यपक्षः, तस्मिन् पर्वतः वह्निमान् पर्वतत्वात् इति उपगणः अस्ति इति पठितवती, पर्वतः वह्निमान् धूमात् इत्यस्य उपगणः इति. तदेव अस्ति खलु महोदय? अपि च विशिष्ट तेन, तर्हि तत्र पर्वतः वह्निमान् पर्वतत्वात् इति प्रयोगः विशिष्टप्रसङ्गे विशिष्टसन्दर्भे भवति इति. सत्यं भगिनि, सत्यं. सत्यं भगिनि, नाम तत्र किम् अस्ति इत्युक्ते, तत्र वयं यथा तत्र अन्यत् उदाहरणं यथा तत्र पूर्वमपि तत्र स्वरूपमहोदयेन दत्तं, नाम तत्र यदा वयं तत्र वह्निं स्पृशामः तत्र जानीमः तत्र उष्णवान् वह्निः उष्णवान् इति खलु. तदा यदि तस्मात् प्राक् वयं चिन्तयामः, अस्तु तत्र यत्र यत्र वह्निः तत्र तत्र उष्णः अस्ति वा इति यदि चिन्तयामः, केवलम् अस्माकं पुरतः विद्यमानः वह्निः न, केवलं सः न, किन्तु यत्र कोऽपि वह्निः वर्तते सः सर्वदा तत्र उष्णवान् भवति वा इति. तदा पक्षः भवति केवलम् अस्माकं पुरतः वह्निः इति न, किन्तु सर्वविधवह्नयः. तदा किं भवति, तदा यः वह्निः अस्माकं पुरतः अस्ति सः सामान्यपक्षस्य एकदेशः भवति. आमाम्. तदा अस्य वह्नेः स्पर्शेण वयं जानीमः, अस्तु सर्वत्र उष्णत्वं भवति इति. तथा एव अत्रापि, नाम तत्र एकदेशः, तत्र अस्माकं चिन्तनं किञ्चित् भिन्नं भवेत् इति. तत्र अनुमानमेव अस्ति, किन्तु अत्र सामान्यपक्षस्य तत्र स्वरूपं कीदृशम् अस्ति इत्युक्ते तत्र सर्वत्र तत्र साध्यं भवति इति. केवलम् एकदेशे साध्यम् इति नास्ति, तत्र सर्वत्र साध्यं भवति इति एव भेदः. नाम तत्र सर्वेषु पर्वतेषु इति यथा आसीत् तथैव अत्रापि अस्ति. इत्युक्ते मम सन्देहः विशिष्टप्रयोगः कदा भवति इति आसीत् महोदय. तत्र यदा कोऽपि वदति पर्वतः वह्निमान् पर्वतत्वात् इति वदति चेत् तदा तत्र पूर्वज्ञानम् अस्ति पर्वतः वह्निमान् धूमात् इति, अतः तादृशपर्वतत्वात् इति वदति चेत् तत्र विशिष्टप्रयोगः इति विशिष्टः इति. आम् आम् इति सत्यं भगिनि. आम् आम् आम् आम् नाम पूर्वमेव तत्र यत्र पर्वतः पर्वते धूमः अस्ति तत्र वह्निः अपि अस्ति इति किञ्चित् ज्ञानं, तादृशव्याप्तिज्ञानं द्वयोः ज्ञानं भवेत् चेत् अथवा यत्र ते वदन्ति यत्र वदति तत्र सर्वेषामपि ज्ञानम् अस्ति पर्वतः वह्निमान् धूमात् इति, तत्र एव तादृशप्रयोगः भवति इति तस्य अर्थः खलु. तादृशः अर्थः अस्ति भगिनि, तादृशः अर्थः अस्ति. आम् धन्यवादः. धन्यवादः भगिनि. अस्तु तर्हि अग्रे सरामः. तत्र उषा भगिनी आरम्भं करोति वा इदानीं तत्र? एवं च अस्तु महोदय. एवं च दृष्टान्तः सामान्यपक्षस्य एकदेशः भवेत् एव. यत्र यत्र धूमः तत्र तत्र वह्निः इत्यनेन सादृशस्थलं यत्र धूमः अपि अस्ति वह्निः अपि अस्ति तादृशस्थलानां सङ्ग्रहे एकदेशः इत्येव दृष्टान्तः. तादृशदृष्टान्तः यः तादृशस्थलसङ्ग्रहस्य एकदेशः तस्य दृष्टान्तस्य बलेन तस्य शक्त्या साधयामः यत् पक्षे साध्यम् अस्ति. पूर्वं दृष्टवन्तः पर्वतः वह्निमान् धूमत्वात् यथा महानसम् इति. अत्र महानसम् इति पूर्वं वयं दृष्टवन्तः, परन्तु अत्र सामान्यपक्षस्य एकदेशः दृष्टान्तः भवेत् एव इति अस्ति. सामान्यपक्षः इत्युक्ते वयं पूर्वं दृष्टवन्तः सामान्यपक्षः यत्र कुत्रापि हेतुः अस्ति, हेतुः अस्ति तत्र तत्र साध्यमपि अस्ति सामान्यपक्ष तदा अनुमानं पक्षता अवच्छेदक अवच्छेदेन इति अनुमितिज्ञानं. तथा किं भवति सर्वत्र हेतुः वर्तते तेन व्यापकत्वम् अस्ति इत्यनेन हेतुसाध्ययोः व्यापकत्वम् अस्ति इत्यनेन सामान्यपक्षे सर्वत्र साध्यं वर्तते. अपि च पक्षः पूर्वं पर्वतः अपि पक्षः इति वयं दृष्टवन्तः, इदानीं पर्वतः अपि एकदेशः एकभागः इति वक्तुं शक्नुमः. सामान्यपक्षस्य एकदेशः इति वक्तुं शक्नुमः, यतोहि यत्र यत्र धूमः तत्र तत्र वह्निः इत्यनेन तादृशस्थलं यत्र धूमः अपि अस्ति वह्निः अपि अस्ति तादृशस्थलानां सङ्ग्रहे एकदेशः इत्येव दृष्टान्तः. सो एकदेशः दृष्टान्तः भवेत् चेत् पक्षः अपि एकदेश पर्वतः अपि एकदेशः भवितुम् अर्हति. तथा लैक् महानसम् अपि च महोदय उक्तवान् चुल्लिका तदपि एकदेशम् इति वक्तुं शक्नुमः. यत्र धूमः अपि अस्ति वह्निः अपि अस्ति तादृशस्थलम् एकदेशः इति सामान्यपक्षस्य एकदेशः तथा दृष्टान्तः इत्यनेन तत् कार्यं कर्तुं शक्यते इति. नाम तत्र पूर्वं वयम् अस्माकं चिन्तनं कीदृशमासीत्, ओ पर्वतः भिन्नम् अपि महानसं भिन्नम् अतः अतः पक्षभिन्नस्थलं महानसम् इति एतादृशं चिन्तनम् आसीत्। किन्तु इदानीं वयं किं कृतवन्तः, अस्तु यत्र यत्र धूमः वर्तते तत्सर्वं तस् तेषां सङ्ग्रहणं कृत्वा सामान्यपक्षः अपि यत्र धूमः अस्ति तत्र वह्नि अपि अस्ति इति व्याप्तिज्ञानमपि अस्ति। तर्हि तत्र यदि वयं वदामः तत्र यत्र यत्र धूमः अस्ति तेषां स्थलानां सङ्ग्रहणं कुर्मः तदा अर्थः अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः इति अपि एव अर्थः भवति, यतोहि धूमः अस्ति तत्र वह्निः अपि अस्ति, व्याप्तिः अस्ति इति कृत्वा। अतः सामान्यस्थलपक्षस्य तादृशवर्णनमपि कर्तुं शक्नुमः यत्र यत्र धूमः तत्र तत्र वह्निः इति। तदा नाम महानसमपि एकभागः भवति, पर्वतः अपि एकभागः भवति। तदा अन्यस्थलं दृष्ट्वा अत्र वह्निः अस्ति इति न वदामः। इदानीम् अस्माकं चिन्तनं किञ्चित् भिन्नमस्ति, पश्यतु सर्वत्र वह्निः अस्ति इति। अतः तत्र धूमः अस्ति चेत् वह्निः निश्चयेन वर्तते, अपि धूमः सर्वत्र यथा भवत्या उक्तं नाम सामान्यपक्षे धूमः सर्वत्र वर्तते, केवलं सामान्यपक्षस्य एकभागे धूमः अस्ति इति न, यतोहि सामान्यपक्षस्य प्रत्येकभागः तत्र धूमः हेतुः अस्ति, हेतुमान् स्थल तत्र हेतुमत् स्थलं यदस्ति तेषां सङ्ग्रहणमेव तत्र सामान्यपक्षः। अतः सर्वत्र हेतुः वर्तते, अतः साध्यमपि वर्तते, अतः सामान्यपक्षे सर्वत्र साध्यं वर्तते वर्तते इति अस्तु अस्तु समीचीनं भगिनि, धन्यवादः। अस्तु अग्रे तादृशस्य च सामान्यपक्षस्य स्वस्मिन् पक्षता इति विद्यमानः धर्मः अस्तु स्वस्मिन् पक्षता इति विद्यमानः धर्मः यथा येषु स्थलेषु धूमः अस्ति वह्निश्च अस्ति तेषां स्थलानां सङ्ग्रहस्य नामकरणं धूमवह्निस्थलम् इति चिन्तयतु। तत्र पक्षतावच्छेदकं धूमवह्निस्थलत्वं धूमवह्निस्थल स्थलत्वव्यापकवह्निप्रतियोगिकसंयोगः अत्र धूमवह्निस्थलत्वं व्याप्यं वह्निः च व्यापकः अत्र महानसं तस्य पक्षस्य एकदेशः पर्वतः अपि तस्य एकदेशः अतः यद्यपि वदामः यत् पक्षभिन्नस्थले एव अन्वयदृष्टान्तः भवति वस्तुतः यत्र तादृश सामान्यपक्षः भवति यथा धूमवह्निस्थलं तत्र अन्वयदृष्टान्तः एकदेशः अनया दृष्ट्या एकदेशात् विहाय कोऽपि अन्वयदृष्टान्तः न भवति एव तर्हि अस्तु तादृशस्य च सामान्यपक्षस्य स्वस्मिन् पक्षता इति विद्यमानः धर्मः तत्र सामान्यपक्षस्य स्वस्मिन् पक्षता इति धर्मः इति पूर्वं दृष्टवन्तः पक्षताधर्मः इति पक्षता इति विद्यमानः धर्मः इति सामान्यपक्षः इति एव नामकरणं खलु सामान्यपक्षः क्षम्यतां तादृशस्य च सामान्यपक्षः इति इदानीं दृष्टं ता इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः अपि इत्युक्ते तत्र नाम सामान्यपक्षः इति यः पदार्थः अथवा श्रेणी किमपि भवेत् किन्तु यथा पुस्तकमस्ति तस्य धर्मः पुस्तकत्वं तथैव सामान्यपक्षस्य पक्षत्वम् अथवा पक्षता खलु एव धर्मः अतः इत्युक्ते तत्र स्वस्मिन् इति उक्तत्वात् तत्र पर्वतः भवति चेत् भिन्नं इति न इति न इति न केवलं केवलं नाम सामान्यपक्षस्य धर्मः कः पक्षता आम् अस्तु स्वस्मिन् पक्षता इति विद्यमानः पक्षता इति विद्यमानः धर्मः इति तत्र अस्तु सामान्यपक्षता इति विद्यमानः पक्षता एव धर्मः पक्षता एव तस्मिन् विद्यमानः धर्मः सामान्यपक्षे विद्यमानः धर्मः पक्षता एव इति तावत् आम् महोदय यथा येषु स्थलेषु धूमः अस्ति वह्निः च अस्ति तेषां स्थलानां सङ्ग्रहस्य नामकरणम् अस्तु तत्र पूर्वम् इदानीं सामान्यपक्षः इत्यस्मिन् तदेव पठितवन्तः अस्मिन् सङ्ग्रहे इदानीं नामकरणं धूमवह्निस्थलम् इति चिन्तयतु इदानीम् उदाहरणं नीत्वा येषु स्थलेषु धूमः अस्ति वह्निः अपि अस्ति तेषां स्थलानां सङ्ग्रहस्य नामकरणम् इदानीं चिन्तयामः धूमवह्निस्थलम् इति तत्र पक्षतावच्छेदकं धूमवह्निस्थलं भवति अस्तु तत्र हा पक्षता इति धर्मः तस्य अवच्छेदकं धूमवह्निस्थलत्वम् इति भवति इत्युक्ते तत्र यथा तत्र पर्वतत्वम् इति अवच्छेदकम् अभवत् पूर्वम् इदानीं धूमवह्निस्थलम् इति अवच्छेदकम् इति चिन्तयामः अस्तु अवच्छेदकं नाम सीमां रचयति नाम सीमां रचयति हा धूमवह्निस्थलं स्थलत्वम् इति स्थलत्वं नाम आम् यत्र धूमवह्निस्थलत्वं नास्ति तत्र पक्षता भवितुम् अर्हति वा न भवति न भवति अपि यत्र धूमवह्निस्थलत्वम् अस्ति तत्र पक्षता भवति वा यत्र धूमवह्निस्थलत्वम् अस्ति तत्र भवति तत्र भवति अतः पक्षतायाः अवच्छेदकम् अस्ति धूमवह्निस्थलत्वम् इति अस्तु स्थलत्वं यतोहि धूमवह्निस्थलत्वम् अस्ति चेत् पक्षता अपि अस्ति इति जानीमः अस्तु अस्तु अतः तत्र धूमवह्निस्थलव्यापकवह्निप्रतियोगिकसंयोगः धूमवह्निस्थलत्वव्यापक धूमवह्निस्थलत्वव्यापक इत्युक्ते तत्र धूमवह्निस्थलत्वम् इति इदानीं पक्षतावच्छेदकम् इति उक्तं तर्हि स च धूमवह्निस्थलत्व इत्युक्ते धूमवह्निस्थलत्वेन व्यापक इति तत्र भवति इति मन्ये महोदय तस्य व्यापकः नाम तस्य व्यापकः धूमवह्निस्थलस्य व्यापकः स्थलत्वस्य व्यापकः धूमवह्निस्थलत्वस्य व्यापकः इति धूमवह्निस्थलव्यापकः वह्निः प्रतियोगिकसंयोगः तत्र धूमवह्निस्थलत्वव्यापकः अत्र धूमवह्निस्थलत्वं व्याप्यं वह्निः च व्यापकः वह्निः एव तत्र व्यापकः भवति आम् तर्हि वह्निः न व्याप्यः भवति धूमवह्निस्थलत्वं व्यापं भवति वह्निन इति अस्तु अत्र महानसं तत्र किञ्चित् वदतु नाम तत्र कथं नाम धूमवह्निस्थलत्वं व्याप्यम् अपि वह्निः अथवा पूर्वं संयोगः इति व्यापकः इति उक्तं खलु तर्हि तत्र तर्हि तत्र किञ्चित् चिन्तनं भवेत् नाम तत्र व्याप्यव्यापकः इति एकवारं वदामः नाम तत्र नाम धूमवह्निः तत्र किं भवति व्याप्यः कः धूमवह्निः इत्युक्ते व्याप्यः धूमः वह्निः व्यापकः व्यापकः अतः तत्र अस्माकं वाक्यं किं भवति यत्र यत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति भवति वह्निः इति भवति अत्र अपि इदानीम् उक्तं तत्र व्याप्यं व्यापकः इति. तर्हि तत्र यत्र यत्र इति यत्र यत्र धूमवह्निः अथवा वह्निस्थलं तत्र तत्र स्थलत्वम् इत्येव तत्रापि अस्तु. यत्र यत्र धूमवह्निस्थलत्वं तत्र तत्र वह्निः इति भवति. हा नाम यत्र यत्र इत्युक्ते यस्मिन् अधिकरणे खलु. ओ अस्तु. यस्मिन् अधिकरणे किं भवेत्? धूमवह्निः भवेत्. न धूमवह्निस्थलं भवेत्, स्थलत्वं. स्थलम् एव अधिकरणं न भवति वा? न सत्यं भगिनि. हा नाम अधिकरणमेव स्थलं भवति, किन्तु तस्मिन् अधिकरणे किम् अस्ति? धूमवह्निस्थलत्वम् अस्ति अधिकरणे. ओ स्थलत्वम्. एवम् एवं स्थलं भवति, स्थलम् अधिकरणम्. अतः तत्र तस्मिन् अधिकरणे धूमवह्निस्थलत्वम् इति भवेत्. भवत् नाम यथा वयं वदामः महानसे धूमः अस्ति, तत्रापि वह्निः अस्ति इति वदामः खलु. तत्र अधिकरणं महानसं, अत्रापि तथैव. तथैव नाम यत्र व्याप्यं नाम धूमवह्निस्थलत्वं, तर्हि यस्मिन् अधिकरणे धूमवह्निस्थलत्वम् अस्ति नाम यत्र अधिकरणं धूमवह्निस्थलम् अस्ति तस्मिन् अधिकरणे वह्निः अपि अस्ति खलु. तर्हि तत्र सामानाधिकरणीयं भवति वा? हा नाम सत्यं, तस्मिन्नेव अधिकरणे वह्निः अपि भवति, किन्तु वह्निः व्यापकः इति उक्तः. तर्हि तत्र विपरीततया भवितुमर्हति वा? नाम यत्र वह्निः अस्ति तत्र धूमवह्निस्थलत्वं भवति इति तत् सत्यं वा? व्यक्तिरे यत्र यत्र न भवति, यत्र यत्र वह्निः नास्ति तत्र तत्र किन्तु यत्र यत्र वह्निः अस्ति तत्र धूमवह्निस्थलत्वं भवति वा इति भवति. धूमवह्निस्थलत्वम् इत्युक्ते किं तस्मिन् अधिकरणे? ओ तस्मिन् अधिकरणे, ओ धूमवह्निस्थलम् इत्यस्मिन् अधिकरणे धूमवह्निस्थलत्वम् अस्ति, अपि च व्याप्यं. किन्तु धूमवह्निस्थलत्वम् इत्यत्र किं किं भवेत्? धूमः भवेत्, वह्निः भवेत्, स्थलत्वं भवेत्. हा किन्तु न धूमवह्निस्थलत्वं, हा अस्तु, तत्र धूमः भवेत्, वह्निः भवेत् तस्मिन् अधिकरणे स्थले. केवलं वह्निः अस्ति चेत् धूमः अस्ति इति सत्यं. हा अतः अतः यत्र यत्र व्याप्यं तत्र व्यापकः भवति, किन्तु यत्र यत्र व्यापकः अस्ति तत्र तत्र तत्र व्यापं न भवति. अतः एव तत्र वह्निः क्षेत्रं बृहत्, किन्तु धूमवह्निस्थलत्वं तस्य क्षेत्रं न्यूनम् न्यूनम् अस्ति. आमां व्याप्यम् इति दृष्ट्वा एव अवगन्तव्यं तत्र. अस्तु, धूमवह्निस्थलत्वं व्याप्यं यस्मिन् अधिकरणे धूमवह्निस्थलत्वम् अस्ति तत्र निश्चयेन वह्निः भवति, किन्तु किन्तु धूमः भवेत् इति नास्ति. हा इदानीं तत्र वह्निः व्यापकः इति उक्तं, किन्तु पूर्वं पूर्वस्मिन् वाक्ये संयोगः इति आसीत्, तत्र पुनः किञ्चित् वदतु. तत्र तत्र संयोगः इति तत्र समानाधिकरणे दृष्टम् वह्निसंयोगः तथा अपि च तत्र किं सामानाधिकरणीयं भवति इति रूपनाश तद् नास्ति वा? यत्र गुणः इति स्वीकृतं तथा वा अन्यत् अस्ति वा? इति अस्ति तत्र वह्निप्रतियोगिका. हा वह्निः प्रतियोगिका प्रति वह्निः एव नाम वह्निप्रतियोगिकसंयोगः इत्युक्ते तत्र संयोगस्थले प्रतियोगी अनियोगी इति प्रयोगः भवति खलु. संयोगः द्विनिष्ठः इति जानीमः अधिकरणम् अनुयोगी. हा आदेयः प्रतियोगी, आदेयः प्रतियोगी इति. तर्हि तत्र अत्र किमुक्तं समीचीनं भगिनी. हा तर्हि शोभा भगिनी, तत्र वह्निप्रतियोगिकसंयोगः इत्युक्ते यस्मिन् संयोगे प्रतियोगी वह्निः अस्ति. यस्मिन् संयोगे प्रतियोगी वह्निः अस्ति. हा प्रतियोगी नाम आदेयः, नाम अधिकरणं नाम पूर्वं दृष्टं महोदय स्मृतं. हा नाम कुत्रचित् वह्निः वर्तते, नाम पर्वते वह्निः वर्तते चेत् तत्र वह्नि पर्वतयोः संयोगः भवति खलु. वह्निः पर्वते वर्तते चेत् तत्र तस्मिन् संयोगे नाम तत्र तदा वयं किं चिन्तयामः, वह्निः पर्वते वर्तते इति कृत्वा तत्र पर्वतः अधिकरणं वह्निः आदेयः. तदा वह्निप्रतियोगिकसंयोगः इति वदामः. अस्तु अस्तु. अतः तत्र इदानीं वदतु नाम धूमवह्निस्थलत्वं व्याप्यम् इति अपि तत्र वह्निप्रतियोगिकसंयोगः व्यापकः भवति वा तदा? धूमवह्निस्थलत्वव्यापकवह्निप्रतियोगिकसंयोगः व्यापकः भवति वा इति खलु. नाम धूमवह्निस्थलत्वं व्याप्यं व्याप्यम् अपि वह्निप्रतियोगिकसंयोगः व्यापकः इति अपि भवति वा, भवति वा तत् सत्यं वा? प्रतियोगिक प्रतियो इदानीं प्रतियोगिका इत्युक्ते प्रतियोगी इत्युक्ते आधारः इति भवति खलु. न न आदेयः, आदेयः आदेयः क्षम्यताम्, प्रतियोगिक इत्युक्ते आदेयः इति भवति. आदेयः भवति चेत् आदेयः तर्हि व्यापकः भवति. हा वदतु कथमिति. हा समीचीनं. हा यतोहि तत्र उपरि अस्ति खलु, उपरि अस्ति समीचीनम्. अतः भवति. अतः यत्र धूमवह्निस्थलत्वम् अस्ति, यस्मिन् अधिकरणे धूमवह्निस्थलत्वम् अस्ति तस्मिन् अधिकरणे वह्निः अस्ति खलु. अस्ति. हा वह्निः अस्ति चेत् तर्हि तत्र वह्ने अपि तत्र अधिकरणयोः संयोगः भवति. आम्. तदा तस्य संयोगस्य प्रतियोगी कः भवति? तस्य संयोगस्य प्रतियोगी अधिकरणं आदेयः वह्निः. आदेयः वह्निः वह्निः एव प्रतियोगी भवति. तर्हि तत्र तस्मिन् स्थले वह्निप्रतियोगिकसंयोगः अस्ति खलु. वह्निप्रतियोगि आम् आं महोदय, यतोहि आदेयः इति स्वीकुर्मः चेत् आम् आदेयः. तर्हि यत्र धूमवह्निस्थलत्वम् अस्ति नाम यस्मिन् स्थले धूमः अपि अस्ति वह्निः अपि अस्ति तस्मिन् स्थले वह्निः अस्ति, वह्निः तस्मिन् अधिकरणे संयोगसम्बन्धेन अस्ति, तस्य संयोगे वह्निः एव प्रतियोगिरूपेण आगच्छति दृश्यते, तर्हि तत्र कीदृशसंयोगः वर्तते? वह्निः एव प्रतियोगिरूपेण अस्ति तस्मिन् संयोगे इति कृत्वा वह्निप्रतियोगिकसंयोगः तत्र वर्तते, तस्मिन् अधिकरणे वर्तते. नाम पर्वते वर्तते चेत् पर्वतः एव अनियोगी, वह्नि एव प्रतियोगी. संयोगः वह्निप्रतियोगिक पर्वत अनियोगिकसंयोगः इति अपि वक्तुं शक्नुमः, किन्तु पर्वत अनियोगिकसंयोगः सर्वदा सर्वेषु धूमवह्निस्थले स्थलेषु वर्तते इति नास्ति, किन्तु सर्वत्र वह्निः अस्ति एव, पर्वतः अस्ति इति नास्ति खलु. अतः वह्निप्रतियोगिकसंयोगः सर्वत्र वर्तते यत्र धूमवह्निः द्वयमपि अस्ति, अतः संयोगः व्यापकः भवति इति. अस्तु अग्रे. अस्तु तर्हि अत्र महानसं ततः आरभ्य खलु. अत्र महानसं तस्य पक्षस्य एकदेशः, पर्वतः अपि तस्य एकदेशः. इदानीं तत्र एकदेशः यदा भवति इति चेत् तत्र दृष्टान्तम् इति स्वीकुर्मः चेत् इति दृष्टवन्तः. तत्र इत्युक्ते सदस्येषु एकः भवेत् इति अपि दृष्टवन्तः. यथा वयं महानसे वयं पश्यामः, महानसे तत्र धूमः अपि अस्ति, वह्निः अपि अस्ति अपि अस्ति. अन्यस्मिन् दिने वयं पश्यामः पर्वते तत्र धूमः अपि अस्ति, वह्निः अपि अस्ति. अतः पर्वतः अपि एकदेशः, महानसमपि एकदेशः. इत्युक्ते तत्र इदानीं सामान्यपक्षस्य सङ्ग्रहे महानसमस्ति एकदेशः, एकदेशः पर्वतः तस्य नामकरणम् एकदेशः इति भवति. पर्वतः अपि तस्य सङ्ग्रहे अस्ति इति एव. एकदेशः नाम एकभागः अथवा एकभागः तथा एव पर्वतः अपि अस्ति अस्मिन् सङ्ग्रहे. सः अपि एकः भागः, अतः सः अपि एकदेशः भवति. अस्तु. अनन्तरं यथा धूमवह्निस्थलं, क्षम्यताम्, अतः यद्यपि वदामः यत् पक्षभिन्नस्थले एव अन्वयदृष्टान्तः भवति, वस्तुतः यत्र तादृशसामान्यपक्षः भवति यथा धूमवह्निस्थलं, तत्र अन्वयदृष्टान्तः एकदेशः. अस्तु, यद्यपि वदामः यत्र पक्षभिन्नस्थले एव अन्वयदृष्टान्तः भवति इति पूर्वं दृष्टवन्तः, तथा दृष्टवन्तः यथा महानसमिति पक्षभिन्नस्थले एव भवेत् तथा एव अन्वयदृष्टान्तः भवति इति दृष्टवन्तः. किन्तु वस्तुतः इदानीं किम् उक्तम् इति चेत् यत्र तादृशसामान्यपक्षः भवति, सामान्यपक्षः इत्युक्ते इदानीं तत्र सङ्ग्रहे सङ्ग्रहः इति यत्र हेतुः अस्ति, अपि च वह्निः अपि अस्ति, किन्तु हेतु किं तत्र किम् उक्तवन्तः तत्र इत्युक्ते हेतुवान् तु अस्ति, साध्यम् इति अनुमानम् अस्ति इति अपि चर्चितवन्तः. किन्तु हेतुः अस्ति, साध्यम् अस्ति तस्मिन् सङ्ग्रहे, तथा तादृशसामान्यपक्षः यत्र सामान्यपक्षः भवति यथा धूमवह्निस्थलम् इति इदानीं चर्चितं, तत्र अन्वयदृष्टान्तः एकदेशः. इदानीं तत्र यथा महानसं पर्वतः तथा एव धूमवह्निस्थलम् इति अपि अन्वयदृष्टान्तः भवति, अपि च सः अपि एकः भागः. पूर्वं वयं किं चिन्तितवन्तः, विशिष्टपक्ष नाम पर्वतः धनिमान् धूमात् यथा महानसम् इति. यथा पूर्वम् अस्माकं चिन्तनं किम् आसीत्, अस्माकं पुरतः एकः पर्वतः अस्ति, तस्मिन् सः पर्वतः एव, यः पर्वतः अस्माकं पुरतः अस्ति सः एव पक्षः इति उक्तं पूर्वं, खलु? अपि महानसं पक्षभिन्नस्थलम् इति. किन्तु इदानीं तत्र महानसमेव तत्र दृष्टान्तः भवितुम् अर्हति वा, अन्यत् किमपि अपि भवितुम्? न, पूर्वं तत्र आसीत् किन्तु इदानीं न. किन्तु महानसं स्थले महानसम् इति दृष्टान्तरूपेण स्वीकृतवन्तः, किन्तु केवलं महानसमेव तत्र कार्यं करोति वा, अन्यत् दृष्टान्तः अपि भव कार्यं करोति खलु तत्र? करोति, करोति. अतः तत्र अन्यत् महानसं वा अथवा चुल्लिका वा अथवा अन्यत् किमपि कीदृशं स्थलम् अपेक्षितं दृष्टान्तरूपेण, यत्र किं किं भवेत् दृष्टान्तरूपेण कार्यं कर्तुं, तत्र हेतुः भवेत् अपि च साध्यमपि भवेत्, खलु? अतः हेतुसाध्यस्थलं, यत्र हेतुः अस्ति साध्यमस्ति, तेषां स्थलानां सङ्ग्रहणं सामान्यपक्षः इति चिन्तयामः. अस्तु, तत्र मम सन्देहः महोदय, तत्र हेतुः भवेत् साध्यमपि भवेत् इति अस्ति, किन्तु पूर्वस्मिन् वर्गे चर्चायां तत्र प्रथमं भवता उक्तं तत्र हेतुः अस्ति इदानीम् इति एव चिन्तयतु, इति एव चिन्तयतु, सत्यमेव नाम तदेव चिन्तयतु, किन्तु व्याप्तिः अस्ति इति जानीमः खलु. ओ तेन भवति एव इति वा, किन्तु तत्र तदा अनुमानम् इदानीं साध्यमिति अनुमानम् अस्ति इति इदानीम् इदानीम् अनुमानम् एकवारं किञ्चित् भिन्नरीत्या करणीयं, किन्तु इदानीं तत्र किम् अस्ति नाम अस्माकं तत्र इदानीं किं साधयितुम् इच्छामः इत्युक्ते तत्र साध्यम् अस्ति इति न, तत्र साध्यं सामान्यपक्षे सर्वत्र वर्तते इति तदेव साध्यः सर्वत्र वर्तते इति पूर्वं तस्मिन् विषये पूर्वं किम् आसीत् नाम पर्वतः वन्यमान् इत्यत्र पर्वते एकभागे वन्यः अस्ति चेत् पर्याप्तं खलु. इदानीम् अस्माकम् इच्छा अस्ति नाम सर्वेषु पर्वतेषु वन्यः अस्ति, नाम तत्र साध्यं तत्र पक्षे सर्वत्र भवति इति तादृशचिन्तनं, केवलं तत्र अस्ति इति न. अतः किं भवति नाम अत्र अस्माकं चिन्तनम् अस्ति तत्र यत्र यत्र हेतुः अस्ति तत्र अपि साध्यमपि अस्ति तेषां सङ्ग्रहणं कुर्मः, तदा किं भवति यदि वयम् अन्यत् पर्वतं पूर्वं दृष्टवन्तः यत्र धूमः अस्ति अपि बनि अपि अस्ति तत् सः पर्वतः अपि दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः खलु. अत्र सामान्यपक्षे सः पर्वतः अपि दृष्टान्त एकभागः भवति, एकपक्षः भवति. अतः तत्र सर्वेषाम् एतादृशस्थलानां सङ्ग्रहणं कुर्मश्चेत् तत्र किं भवति दृष्टान्तः सामान्यपक्षे एकभागः एव भवितुम् अर्हति, यतोहि तत्र दृष्टान्तः इत्युक्ते तत्र हेतुः अस्ति साध्यमपि अस्ति तस्तादृशस्थलम्. अतः सामान्यपक्षस्य एकदेशः एव अन्वयदृष्टान्तरूपेण स्वीकर्तुं भवितुम् अर्हति. इत्युक्ते समूहे यानि सन्ति ते सर्वे अन्वयदृष्टान्तरूपेण भवितुम् अर्हति, एकदेशः एकभागः अन्वयदृष्टान्तः एकभागः इति तत्र भवति. अनया दृष्ट्या एकदेशात् विहाय कोऽपि अन्वयदृष्टान्तः न भवति एव. अनया दृष्ट्या इत्युक्ते एतादृशं चिन्तयामः चेत् अथवा एतादृशम् अस्ति चेत् एकदेशात् विहाय कोऽपि अन्वयदृष्टान्तः न भवति एव इति. तर्हि तत्र कस्य एकदेशात् समूहः सामान्यपक्षस्य एकदेशः एकदेशः तं विहाय कोऽपि अन्वयदृष्टान्तः न भवति एव, यतोहि यत्र यत्र हेतुः साध्यं वर्तते ते सर्वे अपि सामान्यपक्षे सन्ति खलु. अतः तं विहाय अन्यत्र न भवति इति चिन्तयितुं शक्नुमः तत्र. तावदेव भगिनि, तावदेव. अस्तु महोदय, अस्तु. नाम तत्र यद्यपि तत्र करपत्रे एतादृशमुक्तं नाम हेतु साध्यस्थलम् इति तत्र सामान्यपक्षः, किन्तु अहं चिन्तयामि तत्र सामान्यपक्षः केवलं नाम तत्र हेतुः अस्ति इति एव चिन्तयामश्चेत् अपि समीचीनमेव भवति, यतोहि तत्र व्याप्तिः अस्ति इति कृत्वा हेतुः अस्ति चेत् साध्यमपि अस्ति. अतः हेतुस्थलम् इति वक्तुं शक्नुमः वा? अनुक्तं किन्तु तथा भवति एव इति. तदा किं भवति यत्र अनुमानं भवति अस्माकं पुरतः विद्यमानः पर्वतः अपि तत्र तस्मिन् समूहे एव वर्तते, अतः तदपि तत्र अत्रापि साध्यम् अस्ति, अतः तत्र सामान्यपक्षे सर्वत्र साध्यं वर्तते इति. अतः किञ्चित् भिन्नम् अस्ति नाम तत्र केवलम् एकस्मिन् स्थले साध्यम् अस्ति, एकविशिष्टपक्षे साध्यम् अस्ति इति न, किन्तु सर्वत्र साध्यम् अस्ति इति किञ्चित् भिन्नम् अनुमानम् अत्र. अस्तु महोदय, तत्र अग्रे गत्वा प्रायशः तत्र स्पष्टं भवति इति मन्ये, यतोहि तत्र अन्ते तत्र स्वरूपमहोदय तत्र अन्तिमपरिचये किमपि उक्तवान् अस्ति, अतः पठामः. अस्तु महोदय, अस्तु तर्हि अग्रे समीचीनं भगिनि अग्रे नीता भगिनी अग्रे पठति वा आम् यथा पर्वतः वह्निमान् धूमात् यथा महानसम् इति स्थितौ वास्तविकसामान्यपक्षः अस्ति धूमवह्निस्थलम् तस्मिन् सामान्यपक्षे महानसम् इति एकदेशः पर्वतः अपि एकदेशः महानसस्य सामान्यपक्षे एकदेशत्वात् एव अस्मिन् दृष्टान्ते शक्तिः अस्ति यस्य बलेन वक्तुं शक्नुमः यत् यतः महानसे धूमः अस्ति वह्निः अपि अस्ति अतः पर्वते धूमः अस्ति चेत् वह्निः अपि अस्ति अत्र धूमवह्निस्थलत्वं व्याप्यं वह्निसाध्यं च व्यापकम् पक्षतावच्छेदकावच्छेदेन साध्यम् अनुमितिः तस्माच्च दृष्टान्तस्य बलेन साध्यं सिध्यति अधुना पर्वतः वह्निमान् धूमात् यथा मानसम् इति स्थिति स्वीकृत्य अत्र वास्तविकसामान्यपक्ष अस्ति धूमवह्निस्थलम् सामान्यपक्ष इत्युक्ते यथा वयं दृष्टवन्तः यत्र येषु स्थलेषु धूमः अस्ति वह्नि अपि अस्ति एतादृशाणां स्थलानां सङ्ग्रह इति सामान्यपक्ष धूमवह्निस्थलम् अत्र सामान्यपक्षस्य धूमवह्निस्थलं तस्मिन् धूमवह्निस्थलम् इति अधिकरणे तस्मिन् सामान्यपक्षे धूमवह्निस्थले महानसम् इति एकदेशः पर्वतः अपि एकदेश यतोहि तत्र सामान्यपक्षम् इत्युक्ते धूमवह्निस्थल सामान्यपक्षः इत्युक्ते धूमवह्निस्थलं यदा स्वीकुर्मः तदा तत्र एकदेशरूपेण महानसमपि भवति एकदेशरूपेण पर्वतः अपि भवति यतोहि तत्र पर्वते महानसे द्वयोः तत्र धूमः अस्ति वह्निः अस्ति येषां स्थलानां सङ्ग्रहः धूमवह्निस्थलं तदा महानसमपि एकदेशः पर्वतः अपि एकदेशः महानसस्य सामान्यपक्षे एकदेशत्वात् एव अस्मिन् दृष्टान्ते शक्तिः अस्ति अधुना महानसम् इति एकदेशः धूमवह्निस्थलम् एतस्य धूमवह्निस्थलम् इति सामान्यपक्षस्य महानसम् इति एकदेशः अतः तस्य एकदेशत्वात् एव अस्मिन् दृष्टान्ते वयं वक्तुं शक्नुमः यतोहि यतः महानसे धूमः अस्ति वह्निः अपि अस्ति अत्र व्याप्यव्यापकत्वम् अस्ति महानसे धूमः अपि अस्ति वह्निः अपि अस्ति अतः पर्वते तम् उदाहरणं स्वीकृत्य तं दृष्टान्तं स्वीकृत्य एव तस्य एव बलेन वयं वदामः पर्वते धूमः अस्ति चेत् वह्निः अपि अस्ति इति अत्र धूमवह्निस्थलत्वं व्याप्यं हा तत् वयं दृष्टवन्तः तत् व्याप्यम् अस्ति धूमवह्निस्थलत्वम् इत्युक्ते धूमवह्निस्थलं तस्य धर्मः तत्र धूमवह्निस्थलत्वम् इति धर्मः अतः तं धर्मं स्वीकृत्य तत्र व्याप्यमस्ति धूमवह्निस्थलत्वं व्यापकः कः वह्निसाध्यं च व्यापकम् वह्निसाध्यम् इत्युक्ते तत्र साध्यमस्ति वह्नि तत् वह्नि इति व्यापकः इति वह्नि इति व्यापकः वह्निसाध्यम् इति व्यापकम् अत्र हा धूमवह्निस्थलत्वं व्याप्यं वह्निसाध्यम् इति व्यापकं पक्षता अवच्छेदकवच्छेदेन साध्यम् अनुमितिः हा अवच्छेदकः अस्ति पक्षता अवच्छेदकः तत्र पक्षता अवच्छेदक अवच्छेदेन साध्यम् अनुमितिः जायते तस्मात् च दृष्टान्तस्य बलेन साध्यं सिध्यति साध्यं यत् वयं साधितुम् इच्छामः तत् साध्यम् इत्युक्ते तत्र वह्निः अपि पर्वते धूमः अस्ति तत् वह्निः अपि अस्ति इति वह्निः इति साधितुं वयम् इच्छामः दृष्टान्तस्य बलेन तत् साध्यं सिध्यति इति दत्तम् समीचीनं भगिनि तावदेव अस्तु हा समीचीनं भगिनि धन्यवादः अस्तु अग्रे मृणालिनी भगिनि धन्यवादः यया रीत्या धूमवह्निस्थलं तया एव रीत्या वह्नि उष्णः वह्नित्वात् इत्यस्मिन् वह्निः अपि तथैव सामान्यपक्षः तस्मिन् विद्यमानः धर्मः वह्नित्वं व्याप्यम् उष्णत्वं च व्यापकम् पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यनेन व्याप्यव्यापकभावः तदर्थं च अन्वयदृष्टान्तः इति एकदेशः वह्नित्वोष्णत्वस्थलम् इत्यत्र वह्निशब्दस्थाने सामान्यपक्षस्य नामान्तरम् तर्हि वह्नित्वोष्णत्वस्थलं तर्हि वह्नित्वोष्णत्वस्थलम् उष्णत्ववत् वह्नित्वोष्णत्वस्थलत्वात् यथा ई वह्निः इति भवति कुत्रचित् एकस्मिन् वह्नौ वह्नित्वम् अस्ति उष्णत्वं च अस्ति इति दृष्टं चेत् स च वह्निः एकदेशदृष्टान्तः तर्हि यया रीत्या धूमवह्निस्थलं तया एव रीत्या वह्निः उष्णः वह्नित्वात् अस्मिन् उदाहरणे इत्यस्मिन् वह्निः अपि तथैव सामान्यपक्षः वह्निः एव वा सामान्यपक्षः एवं हा तर्हि यदा इदानीं वयं दृष्टवन्तः धूमवह्निस्थलम् इति सामान्यपक्षः दृष्टवन्तः किल अतः यत् सर्वा पक्षभिन्नस्थलम् अन्यत्र कुत्रापि नास्ति सामान्यपक्षे एव एकदेशरूपेण अन्य उदाहरणं लभ्यते यत्र यत्र वह्निः तत्र तत्र धूमः अस्ति इति स्थापयति तया एव रीत्या वह्निः उष्णः वह्नित्वात् अस्मिन् उदाहरणे वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वह्निः अपि तथैव सामान्यपक्षः किम् अभवत् दृश्यते खलु तत्र इदानीं दृश्यते दृश्यते अपि तथैव सामान्यपक्षः तर्हि वह्निः उष्णः वह्नित्वात् तर्हि वह्निः एव सामान्यपक्षः अत्र यत्र यत्र वह्निः अस्ति तादृशस्य तादृशानां सर्वेषां सङ्ग्रहः सामान्यपक्षरूपेण इति वा वह्निः तस्मिन् विद्यमानः धर्मः वह्नित्वम् आम् तस्मिन् विद्यमानः धर्मः वह्नित्वं व्याप्यं भवति केन व्याप्यं भवति उष्णत्वेन उष्णत्वं च व्यापकम् उष्णत्वं च व्यापकं पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यनेन व्याप्यव्यापकभावः ओ तर्हि अत्र व्याप्यः अस्ति वह्नित्वं व्यापकमस्ति उष्णत्वं तर्हि अत्र व्याप्यव्यापकभावः सिद्ध्यति तथा पक्षतावच्छेदक अवच्छेदेन पक्षता अवच्छेदकः कः अस्ति अत्र वह्निः किल वह्निसङ्ग्रहः किन्तु तत्र पक्षतावच्छेदक अवच्छेदेन साध्यमनुमितिः इति तर्हि पक्षतावच्छेदकः अस्ति वह्निः तेन एव अवच्छेद्यते किल तर्हि पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः साध्यस्य अनुमितिः साध्यः कः अत्र उष्णत्वम् तदर्थं च अन्वयदृष्टान्त इति एकदेशः अन्वयदृष्टान्तः एकदेशः यतोहि सर्वेषां स्थलानां सामान्यसङ्ग्रहः इति रूपेण अभवत् किल यत्र यत्र वह्निः अस्ति तस्य सामान्य किं वदामः सामान्य सामान्यपक्षः इति आम् सामान्यपक्षः सामान्यपक्षः तदर्थं च अन्वयदृष्टान्त इति एकदेशः वह्नित्वोष्णत्वस्थलं वह्नित्वोष्णत्वस्थलम् अर्थात् यत्र वह्नि अस्ति उष्णत्वम् अस्ति तादृशं स्थलं वह्नित्वोष्णत्वस्थलम् इत्यत्र वह्निशब्दस्थाने आम् सामान्यपक्षस्य नामान्तरम् सामान्यपक्षः इत्युक्ते यत्र वह्निः अस्ति इति खलु अतः वह्निशब्दस्य स्थाने सामान्यपक्षः इति वदामः सामान्यपक्षस्य नामान्तरं भवति तर्हि वह्नित्वोष्णत्वस्थलम् उष्णत्ववत् वह्नित्वोष्णत्वस्थलम् उष्णत्ववत् वह्नित्वोष्णत्वस्थलत्वात् ओ वह्नित्वोष्णत्वस्थलत्वात् यथा वह्निः इति नाम यथा पूर्वम् अस्माकं वाक्यमासीत् वह्निः उष्णः उष्णत्वात् तद्वत् अत्र वह्नित्वोष्णत्वस्थलम् उष्णत्ववत् वह्निः पोष्णत्वस्थलत्वात् इति नाम यथा पर्वतः महिमान् पर्वतत्वात् तत्र अत्र अस्माकम् अनुमानवाक्ये तत्र पक्षः कः अस्ति अत्र किं अत्र पक्षः कः वह्नित्वोष्णत्वस्थलम् इति पक्षः अपि साध्यं किम् उष्णवत्वम् इति साध्यम् उष्णत्वं साध्यम् उष्णत्वम् अस्ति नाम तत्र वह्निः उष्णवान् अथवा उष्णः यथा तत्र अपि तत्र हेतुः कः हेतुः अस्ति वह्नित्वोष्णत्वस्थलम् उष्णत्ववत् वह्नित्वोष्णत्वस्थलत्वात् वह्नित्वोष्णत्वस्थलत्वात् इति हेतुः वह्नित्व उष्णत्व वह्नित्वोष्णत्वस्थलत्वम् अत्र वर्तते इति कृत्वा तत्र उष्णत्ववत् अतः तदेव सः एव हेतुः उदाहरणं किम् अस्ति ई वह्निः तत्र नाम इदानीं किं भवति तत्र एकम् उदाहरणं वा कोऽपि किमपि ये कोऽपि वह्निः उदाहरणरूपेण स्वीकर्तुं शक्नुमः इति इदानीम् अग्रिमवाक्यमपि पठतु तदा स्पष्टता भवति इति भवति कुत्रचित् एकस्मिन् वह्नौ वह्नित्वम् अस्ति उष्णत्वं च अस्ति इति दृष्टं चेत् स च वह्निः एकदेशदृष्टान्तः आम् कुत्रचित् एकस्मिन् वह्नौ सत्यं वह्नित्वम् अस्ति उष्णत्वं च अस्ति इति दृष्टं चेत् स च वह्निः एकदेशदृष्टान्तः आम् तत्र सामान्यपक्षे एकम् उदाहरणम् एकदेश दृष्टान्तः इति तेन दृष्टान्तस्य आधारेण वयं जानीमः सामान्यपक्षे सर्वत्र उष्णत्वं वर्तते इति खलु एकं वह्निं पृष्ट्वा उष्णत्वम् अस्ति इति ज्ञात्वा सर्वत्र वह्निस्थलेषु सर्वत्र उष्णत्वम् अस्ति अतः सामान्यपक्षे सर्वत्र उष्णत्वम् अस्ति इति जानीमः अतः तत्र एकभागः अपि तत्र दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः न एकभागः एव शक्नुमः अन्यत्र कुत्रापि न पक्षभिन्नः सत्यं भगिनि इति अतः सामान्यपक्षस्य पूर्वम् अस्माकं चिन्तनं कीदृशमासीत् ओ अन्वयदृष्टान्तः व्यतिरेकदृष्टान्तः इति चिन्तितवन्तः. इदानीं किम् अवगच्छामि इदानीम् अन्वयदृष्टान्तः भवति पक्षस्य एकदेशः इति. हा अपि तत्र व्यतिरेकदृष्टान्तस्य उदाहरणं किं, व्यतिरेकव्याप्ति कदा आवश्यकम् इति उक्तवन्तः, नाम अस्मिन् उदाहरणे, नाम वह्निः उष्णः वह्नित्वात् इत्यत्र वयम् उक्तवन्तः, पश्यतु पक्षभिन्नस्थले तत्र उदाहरणं न लभ्यते, अतः व्यतिरेकव्याप्तिरीत्या अनुमानं करणीयम् इति उक्तवन्तः. इदानीं किं वदामः, ओ भोः तदपि सामान्यपक्षः इति तत्त्वेन वयं किं कृतवन्तः, अन्वयदृष्टान्तः व्यतिरेकदृष्टान्तः सर्वं नाम तत्र एकमेव कृतवन्तः, नाम अत्रापि ये पक्षस्य एकदेशः एव तत्र कार्यं करोति इति, दृष्टान्तत्वेन कार्यं करोति इति. इदानीं व्यतिरेकदृष्टान्तः अपि अत्र करोति वा? व्यतिरेकदृष्टान्तः अस्ति इति न, किन्तु एतत् उदाहरणं वह्निः उष्णः वह्नित्वात् इत्यत्र अन्वयदृष्टान्तः कार्यं न करोति इति उक्तवन्तः, यतोहि पक्षभिन्नस्थले हेतुः नास्ति इति. किन्तु इदानीं किम् अवगच्छामः, पक्षः इति विशिष्टवह्निः मास्तु, सामान्यपक्षः इति चिन्तयतु, अतः वह्निसमूहः चिन्तयतु, यत्र यत्र वह्निः अस्ति तत् सर्वं सामान्यपक्षः इति चिन्तयतु, तदा किं भवति, एकस्य वह्नेः स्पर्शेण सर्वत्र वह्निः सर्वत्र वह्नौ उष्णत्वम् अस्ति इति जानीमः, अतः तत्र साध्यं सर्वत्र सामान्यपक्षे अस्ति इति भवति. अपि यः कोऽपि वह्निः अस्य दृष्टान्तः भवति, अन्वयदृष्टान्तः एव भवति, अतः सामान्यपक्षस्य एकदेशः एव दृष्टान्तः भवति इति आगतम्. महोदय, तत्र तर्हि यत्किमपि साध्यम् अस्ति तत्सर्वं सामान्यपक्षे एव अस्ति, यः कोऽपि यत्र यत्र हेतुः अस्ति तत्सर्वं सामान्यपक्षः. हा, इत्युक्ते साध्यमपि अस्ति इति, अतः अतः एव पक्षः इत्युक्ते हेतुसाध्यस्थलम् इति उक्तं पूर्वं धूमवह्निस्थलम् इत्युक्ते, यत्किमपि उदाहरणं स्वीकुर्मः यत्र साध्यं कर्तुम् इच्छामः तत्सर्वं सामान्यपक्ष एव. आमां भगिनि, आमामाम्, अतः तत्र केवलम् अस्माकं पुरतः पर्वतः वा अथवा अस्माकं पुरतः यः वह्निः अस्ति इति तादृशचिन्तनं मास्तु, यत्र यत्र अपि तत्र वह्निः भवितुमर्हति अथवा धूमः भवितुमर्हति अथवा यत्र यत्रापि वह्निः भवितुमर्हति तत्र उष्णत्वं साधयितुम् इच्छामश्चेत् यत्र सर्वत्र वह्निः अस्ति तादृशस्थलं स्वीकरोतु, अथवा यत्र धूमः वर्तते सर्वेषां तादृशस्थलानां सङ्ग्रहणं स्वीकरोतु इति, तत् सामान्यपक्षः इति भवति. इत्युक्ते तत्र केवलं वह्निः उष्णः अथवा इति, इत्युक्ते मम प्रश्नः, यत्किमपि साध्यम् अस्ति यत्र हेतुः साध्यम् अस्ति तत् सर्वं तानि सर्वाणि सामान्यपक्षे एव सत्यं, सत्यं भगिनि, सामान्यपक्षे एव अस्ति इति, तत्र एव द्रष्टव्यम् इति. यत्र कुत्रापि पक्षः इति एवं स्वीकृत्य करणस्य आवश्यकता नास्ति इति अस्ति, इति अस्ति, किन्तु साधारण अनुमानवाक्यम् अपि प्रक्रिया तस्य आवश्यकता अपि अस्ति, किन्तु एषः प्रयोगः विशिष्टप्रयोगः, यतोहि तत्र साधारण तत्र अनुमानेन तत्र विभागस्य तत्र यत् वक्तव्यमासीत् तत् न कर्तुं शक्तवन्तः, अतः एतत् सर्वम् आवश्यकम् आसीत् इति कृत्वा एतत् सर्वम् उक्तमस्ति, नो चेत् साधारणरीत्या अस्माकं पुरतः यः अस्ति सः एव पक्षः इति चिन्तनेन कार्यं कर्तुं शक्नुमः. अस्तु, यत्र तादृश वदतु भगिनि. अत्र मम एकः तत्र एक अत्र वह्नित्वोष्णत्वं वह्नित्वोष्णत्वस्थलम् उष्णत्ववत् वह्नित्वोष्णत्वस्थलत्वात् तत्र वह्नित्वोष्णत्वस्थलमिति पक्षः उष्णत्ववत् इति साध्यं तदा वह्नित्वोष्णत्वस्थलत्वात् इति हेतुः अस्ति वा? आं भगिनि, आं भगिनि. अस्तु, इत्युक्ते तत्र वह्नित्वोष्णत्वस्थलत्वात् इति हेतुरूपेण आगच्छति. आं भगिनि, आम्. नाम तत्र वह्निष्णोत्व वह्नित्वोष्णत्वस्थलत्वं तत्र वर्तते इति. अतः तत्र किञ्चित् भ्रमजनकमेव अस्ति, किन्तु किन्तु तत्र किं कार्यम् इत्युक्ते तत्र सर्वत्र साध्यं वर्तते, अपि एकस्य भागस्य परिशीलनेन सर्वत्र एतादृशी स्थितिः अस्ति इति तत्र अनुमानं तत् समीचीनम् इति. नाम तत्र यथा तत्र एकवारं वयं तत्र कन्दुकं तत्र हस्तेन तत्र अधो पतति, तत्र वयं गृह्णामः किन्तु इदानीम् अस्तु न गृह्णामः इति चिन्तयामश्चेत् अधो पतनं भवति कन्दुकस्य. एकवारं कुर्मः, द्विवारं कुर्मः, तदा वयं जानीमः अस्तु तत्र यदि वयं तत्र कन्दुकं न गृह्णामः तत् पतति एव इति, खलु? अतः तत्र तथैव तर्हि यस् यत् अस्माकं पुरतः अभवत्, नाम पतनं यत् अस्माकं पुरतः अभवत्, तद् सर्वत्र यः कोऽपि तत्र कन्दुकं न गृह्णाति तदा पतनं भवति एव इति तस्य निदर्शनं भवति, खलु? हा, अतः सामान्यपक्षः अस्ति, नाम यत्र यत्र ग्रहणं न भवति तत्र पतनं भवति इति. तदा तत्र अतः तत्र अस्माकम् अनुभवः अपि तत्र तस्य एकदेशः अभवत् तेन तस्य आधारेण वयं न जानीमः, नाम तत्र पतनं निश्चयेन भवति, तत्र व्याप्तिः अस्ति इति न जानीमः, खलु? तत्र किन्तु उदाहरणेन वयम् अवगच्छामः, अस्तु एतत् भवति एव, अतः तत्र यत्र यत्र ग्रहणं नास्ति तत्र पतनं भवति इति. अतः तत्र नाम तत्र तत्त्वम् उदाहरणेन एकं तत्त्वम् आगच्छति, अथवा नियमः उदाहरणेन अथवा दृष्टान्तेन नियमः आगच्छति. तदा उदाहरणं नियमस्य एकभागः भवति. अथ तथैव अत्रापि नाम भन्नित्वं तत्र तत्र केवलं तत्र अनुमानवाक्यं दृश्यामश्चेत् तत्र किञ्चित् यथा पूर्वस्मिन् वर्गे अपि तत्र उक्तमासीत् तत्र पश्यतु तत्र यथा साधयामः तत्र इत्यस्य मनसि तत्र तत्र शून्यतः इति नाम अत्र आसीत् खलु, तत् किमपि तत् तस्य मौल्यं नास्ति इति चिन्तनं तथैव पर्वतः वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगे शून्यतः नानीतः तत् विशिष्टप्रसङ्गे विशिष्टसन्दर्भे. अस्तु अस्तु अस्तु अस्तु, धन्यवादः भगिनी. समीचीनं वा, अन्य कोऽपि प्रश्नः? अस्तु अस्तु, इदानीं तर्हि अग्रे तत्र रणनी भगिनी पठितवती, तर्हि उषा भगिनी अग्रे. अपि च आश्रयनाश अजन्यगुणनाशः अपि तथैव सामान्यपक्षः. आश्रयनाशाजन्यगुणनाशत्वम् इति पक्षता व्याप्यम्, समानाधिकरणगुणजन्यत्वं च व्यापकम्, पाकजरूपनाशः इति एकदेशदृष्टान्तः, विभागज संयोगनाशः अपि तथैव एकदेशदृष्टान्तः. अस्तु, सो आश्रयनाश अजन्यगुणनाशः इति अस्माकं विषयमस्ति. आश्रयनाश अजन्यगुणनाशः इति पक्षः सामान्यपक्षः इति अत्र अत्र दत्तं. सामान्यपक्षः आश्रयना सामान्यपक्षः इत्युक्ते बहवः सदस्यः सन्ति यत्र आश्रयनाश अजन्यगुणनाशः गुणस्य नाशः भवति, परन्तु आश्रयस्य नाशः नास्ति तत्सर्वं सामान्यपक्षः तत्सर्वं सामान्यपक्षः इति आगच्छति. आश्रयनाश अजन्यगुणनाशत्वम् इति पक्षता व्याप्यम्. आश्रयनाश अजन्यगुणनाशत्वं पक्षस्य सामान्यपक्षस्य धर्मः पक्षता, तत् पक्षता व्याप्यम्. समानाधिकरणगुणजन्यत्वं च व्यापकम्. तत्र समानाधिकरणगुणजन्यत्वम् इति व्यापकं भवति, तथैव अस्माकं साध्यम् अस्ति. समानाधिकरणगुणजन्यत्वं तदेव वयं तदेव अस्माकं विभागः इति गुणः विभागः इति गुणः अपि तत्र तदेव व्यापकम् इति भवति. पाकजरूपनाशः इति एकदेशदृष्टान्तः हनुमानस्थले. विभागज संयोगनाशः अपि तथैव एकदेशदृष्टान्तः. आश्रयनाशजन्यगुणनाशः आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूप नाशवत् इति अत्र दृष्टान्तः. पाकजरूपनाशः इति एकदेश दृष्टान्तः एकदेशदृष्टान्त नाम पक्षस्य एकभागः सामान्यपक्षस्य एकभागः. पाकजरूपनाशः इति अत्र सामान्यपक्षः आश्रयनाश अजन्यगुणनाशः तस्य दृष्टा एकदेशदृष्टान्त तस्य एकभागः तादृशपक्षस्य एकभागः अस्ति एकदेशदृष्टान्तः अस्ति पाकजरूपनाशः इति. पाकजरूपनाशः पाकेन यत् रूपनाशः जन्यं तत् पाकजरूपनाशः इति सामान्यपक्षस्य उदाहरणत्वेन दृष्टान्तत्वेन स्वीकर्तुं शक्यते इति. एकः भागः अस्ति नाम तत्र रूपनाशः, किन्तु तत्र आश्रयस्य नाशः न अभवत् खलु. तस्मिन् सन्दर्भे नाम फलं वा किमपि तत्र रूपपरिवर्तनम् अथवा रूपनाशं जातम्, किन्तु तत्र फलम् इति तस्य नाशः न अभवत् खलु. अतः पाकजरूपनाशः इति सामान्यपक्षस्य आश्रयनाश अजन्यगुणनाशः तस्य एकसदस्यः अस्ति खलु. एकसदस्यः अस्ति एकसदस्यः वदतु भगिनि. सो आश्रयनाश अजन्यगुणनाशः इति सामान्यपक्षस्य एकदेशदृष्टान्तः पाकजरूपनाशः इति चेत् सो पाकजरूपनाशः इत्यपि आश्रयनाश अजन्यगुणनाशः इत्यस्य समानरूपं देन् आश्रय न भगिनि नाम एकमस्ति उदाहरणम् अन्यत् अस्ति. दिस् इस् उदाहरणं पाकजरूपनाशः. सो पाकेन यत् रूपनाशः जन्यः तत् नाशे तत् तदेव जन्यगुणनाशः ओके आश्रयनाश अजन्य सो अत्र पाकजरूप पाकेन आश्रयनाशमपि नास्ति सो पाकजरूपनाशः इति आश्रयनाश अजन्यगुणनाश अस्य एकदेशदृष्टान्तः आम् एकदेशदृष्टान्तः आम् एकदेशः अस्ति एकदेशः दृष्टान्तः अपि तत्र अनुमानस्थले दृष्टान्तः अपि भवति यतोहि तत्र पाकज इत्यनेन पाकज नाम पाकेन पाकेन यः रूपनाशः रूपनाशस्य कारणं किमस्ति पाकः पाकः पाकः इत्युक्ते विशिष्टवह्निसंयोगः तर्हि संयोगः इत्युक्ते गुणः अतः अन्यः गुणः एव तत्र कारणम् अस्ति अतः अन्यः गुणः नाम संयोगः एव कारणं संयोगः कुत्र अस्ति तस्मिन्नेव अधिकरणे अस्ति अतः गुणजन्यत्वम् अत्र अस्ति अतः तत्र किं भवति नाम इदानीं वयं किं वक्तुम् इच्छामः सामान्यपक्षे सर्वत्र हेतुः अस्ति अपि सर्वत्र साध्यमपि अस्ति केवलं सर्वत्र केवलं एकभागे पक्ष साध्यम् अस्ति इति न यथा तत्र वृक्षे तत्र पक्षी अस्ति एकभागे अस्ति पक्षी पक्षेः संयोगः एकस्मिन् भागे एव वृक्षस्य एकस्मिन् भागे अस्ति तथा नास्ति इदानीं तत्र सर्वत्र वर्तते नाम पक्षे सर्वत्र वर्तते इति इच्छा अस्माकं तदा एव तथा तादृश इच्छा अस्ति चेत् एकस्य दृष्टान्तेन सर्वत्र साध्यमस्ति इति जानीमः यथा एकवह्निः स्पर्शेन यत्र यत्र वह्निः अस्ति तत्र उष्णत्वम् अस्ति इति जानीमः तथैव एकेन उदाहरणेन पाकजरूपनाशः इति उदाहरणेन सामान्यपक्षस्य एकभागेन वयं जानीमः तत्र सर्वत्र साध्यमस्ति नाम सर्वत्र समानाधिकरणगुणसंज्ञत्वं वर्तते अतः एव तत्र यदा संयोगस्य नाशः भवति किन्तु आश्रयस्य नाशः न भवति तादृशसंयोगनाशः अपि अन्येन गुणेन जन्यः तस्य गुणस्य नामकरणं विभागः अतः विभागजसंयोगनाशः अपि एतस्य सामान्यपक्षस्य दृष्टान्तः भवति यदि अतः तत्र अस्माकं चिन्तनं किमस्ति तत्र साध्यं पक्षे सर्वत्र इति चिन्तनं तदा एव अग्रे अपि पठतु भगिनी तत्र किञ्चित् अस्तु एवं च यत्र साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं न भवति एवं च यत्र साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं न भवति तत्र एकदेशदृष्टान्तः न भवति नाम अन्वयदृष्टान्तः एव न भवति सामान्यपक्षस्य एकदेशः एव अन्वयदृष्टान्तः सामान्यपक्षस्य एकदेशः एव अन्वयदृष्टान्तः कश्चन दृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् सः तु दृष्टान्तः एव नास्ति यथा यत्र पर्वतत्ववह्निस्थलम् इव सामान्यपक्षः नास्ति इत्युक्ते यत्र तादृशवस्तूनां सङ्ग्रहः एव नास्ति येषु पर्वतत्वम् अपि अस्ति वह्निरपि निश्चयेन अस्ति तत्र अन्वयदृष्टान्तः न भवति पक्षता अवच्छेदकसामानाधिकरण्येन अनुमितिः इति तादृशस्थलम् अत्र व्याप्यव्यापकभावः नास्ति अतः सामान्यपक्षः एव नास्ति कुत्रचित् पर्वतत्वं भवति यत्र वह्निसंयोगः नास्ति तस्मात् सामान्यपक्षः एव नास्ति इत्युक्ते यस्मिन् पक्षता अवच्छेदकं व्याप्यं साध्यं च व्यापकं तत् नास्ति, तस्माच्च एकदेशदृष्टान्तः नास्ति, अन्वयदृष्टान्तः च नास्ति. केषुचित् पर्वतेषु वह्निः अस्ति, केषुचित् च वह्निः नास्ति. तस्यां दशायां धूमवान् वह्निमान् पर्वतः एकः अस्ति चेदपि न किमपि बलं लभ्यते येन अपरेषु पर्वतेषु वह्निः भवेत् इति. एवं च यत्र साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं न भवति. पूर्वं वयं दृष्टवन्तः साध्यं पक्षे सर्वत्र अस्ति, साध्यं व्यापकं भवति इति. अत्र यत्र साध्यम् अत्र साध्यं पक्षे व्यापकं न भवति, साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं, पक्षतायाः तत् धर्मत्वं तत् सर्वत्र सर्वत्र इति. विद्यमानपक्षतायाः व्यापकं न भवति, तत्र एकदेशदृष्टान्तः अपि न भवति, नाम अन्वयदृष्टान्तः एव न भवति. अस्तु, तत्रैव तत्रैव वयं व्यतिरेकदृष्टान्तः इति वयं पूर्वं दृष्टवन्तः. ओके, सामान्यपक्षस्य एकदेशः एव अन्वयदृष्टान्तः. सामान्यपक्षस्य अन्वयदृष्टान्तः एकदेशः एव. पूर्वं तदपि वयं दृष्टवन्तः. कश्चन दृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् सः तु दृष्टान्तः एव नास्ति. यथा यत्र पर्वतत्ववह्निस्थलम् इव सामान्यपक्षः नास्ति, यथा यत्र पर्वतत्ववह्निस्थलं पर्वतत्ववह्निस्थलं पर्वतत्व दट् पक्षता अवच्छेदक पक्षता अवच्छेदक इति पर्वतत्वं पर्वतत्ववह्निस्थलं पक्षतायाः व्यापकं व्यापकं नाम पर्वतत्ववह्निस्थलम् इव सामान्यपक्षः नास्ति इत्युक्ते किम् इति अग्रे उक्तम् इत्युक्ते यत्र तादृशवस्तूनां सङ्ग्रहः एव नास्ति येषु पर्वतत्वम् अपि अस्ति वह्निः अपि अस्ति निश्चयेन अस्ति तत्र अन्वयदृष्टान्तः न भवति. ओके, यत्र ऐ मीन् तादृश वस्तूनां सङ्ग्रहः एव नास्ति, कीदृशवस्तूनां येषु पर्वतत्वमपि अस्ति वह्निः अपि अस्ति निश्चयेन अस्ति इति नास्ति, तत्र अन्वयदृष्टान्तः न भवति. नाम तत्र पर्वतत्वं तत्र तत्र शतपर्वताः सन्ति चेत् तत्र सर्वेषु पर्वतेषु तत्र वह्निः अस्ति इति चिन्तनं चेत् तदा अस्माकं तत्र चिन्तनम् आसीत् अस्तु तत्र यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति खलु. तदा एव तत्र पर्वतत्वमेव तत्र पक्षतायाः अवच्छेदकम् नाम पक्षता इत्युक्ते पर्वतत्वम् इति एव पक्षता एव नाम पर्वतत्वं तर्हि पर्वतत्वं व्याप्यं वह्निः व्यापकं साध्यमेव व्यापकं तदेव आदौ उक्तं नाम साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं व्यापकं भवति चेत् तत्र वयं जानीमः तत्र यदि सर्वत्र धूमः अस्ति चेत् सर्वत्र वह्निः भवति एव इति सर्वेषु पर्वतेषु वह्निः अस्ति इति वयं साधयितुम् इच्छामः कर्तुं शक्नुमः किन्तु तत्र यदि तत्र पर्वतत्वव्यापकवह्निः नास्ति चेत् तत्र सर्वेषु पर्वतेषु वह्निः अस्ति तादृशी स्थितिः नास्ति नास्ति दृष्टान्तः न भवति न भवति हा यतोहि तत्र एकः तत्र अन्ते अन्ते उक्तं भगिनि नाम तत् तद् एकवारं पठतु नाम केषुचित् पर्वतेषु केषुचित् पर्वतेषु वह्निः अस्ति केषुचित् च वह्निः नास्ति तस्यां दशायां धूमवान् वह्निमान् पर्वतः एकः अस्ति चेत् अपि न किमपि बलं लभ्यते येन अपरेषु पर्वतेषु वह्निः भवेत् इति वयं न वक्तुं शक्नुमः. यतोहि तत्र एकस्मिन् पर्वते एव तत्र वह्निः अस्ति, किन्तु कुत्रचित् वह्निः केषुचित् पर्वतेषु वह्निः नास्ति चेत् तदा तत्र पश्यतु अस्मिन् पर्वते वह्निः अस्ति इति कृत्वा सर्वेषु पर्वतेषु वह्निः अस्ति इति न वक्तुं शक्नुमः, खलु? अतः तत्र तदा किं भवति, पक्षे सर्वत्र साध्यम् अस्ति इति न कर्तुं शक्नुमः. यत्र सर्वत्र साध्यं वर्तते इति तादृशं नाम तत्र तस्यां दशायाम् एव तत्र एकः भागः तत्र स्वीकृत्य वयम् एकं भागं स्वीकृत्य एकं पर्वतं स्वीकृत्य पश्यतु सर्वत्र वह्निः अस्ति इति अस्ति. नाम यदि वयं जानीमः तत्र सर्वेषु पर्वतेषु धूमः अस्ति तदा किं भवति, सर्वे पर्वताः तत्र सामान्यपक्षे अन्तर्भूताः भवन्ति. यतोहि हेतुः सर्वत्र वर्तते, हेतुः सामान्यपक्षे भवति, हेतुः अस्ति इति कृत्वा साध्यमपि अस्ति, अतः साध्यं सर्वत्र अस्ति इति भवति. अतः एकं दृष्ट्वा वह्निः दृष्ट्वा एकं पर्वतं दृष्ट्वा अपि वयं वक्तुं शक्नुमः, पश्यतु अस्मिन् पर्वते वह्निः अस्ति अतः सर्वत्र सर्वेषु पर्वतेषु वह्निः अस्ति. अस्तु, समीचीनं. तर्हि तत्र इदानीं किञ्चित् एव अस्ति इति मन्ये, तत्र तावदेव अस्ति. अस्तु, तर्हि तत्र अग्रिमे वर्गे एतत् कुर्मः, किन्तु नाम एतत् वैज्ञानिकप्रयोगः अपि तत्र एतादृशमेव अस्ति इति एव तत्र चिन्तनं तावदेव. अतः तत्र एतत् अग्रिमे वर्गे पठित्वा तदनन्तरं तत्र वयं तत्र विद्याधरी पुस्तकं पुनः पठामः. अस्तु, अस्तु. तर्हि तत्र अग्रिमे सप्ताहे तत्र वर्गः भवेत् खलु? विरामं स्वीकुर्मः. अस्तु तर्हि, अस्तु अस्तु. तर्हि तत्र अग्रिमे सप्ताहे वर्गः नास्ति, किन्तु तदनन्तरं वर्गः भवति. अस्तु तर्हि, अस्तु, धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः.